अस्माकम् अद्यतनविषयः अस्ति ज्ञानं, तद्विषयता अपि च विषयिता, तेषाम् अधिकरणं, विषयतायाः अधिकरणं, विषयितानाम् अधिकरणम् इत्यस्य चर्चा भवति. तस्मात् प्राक् पुनस्मरणार्थं सर्वे कृपया पुटसङ्ख्या 33 पश्यतु. तत्र सर्वे केन आगतम् इदानीं? इदानीं केनापि आगतं वा? अस्तु, तत्र एकं चित्रं पश्यन्ति वा? उपरि भागे, उपरितनभागे ज्ञानम् इति अस्ति, दीपस्थानापन्नं ज्ञानम्. ज्ञानात् अथवा दीपात् एका प्रभा वर्तते, सा प्रभा विषयं प्रकाशयति. अत्र विषयः अस्ति घटः, तर्हि ज्ञानमस्ति अयं घटः इति. तस्य ज्ञानस्य विषयः कः? कोऽपि वक्तुं? घटे अस्ति. ज्ञानस्य विषयः कः? घटे अस्ति. ज्ञानस्य विषयः घटः अस्ति. अहं घटम् अस्मि. हा, घटः अस्ति ज्ञानस्य विषयः. तर्हि ज्ञाने विषयः अस्ति, ज्ञाने विषयः अस्ति इत्यतः ज्ञानं विषयी अस्ति. अपि च ज्ञाने ज्ञानं विषयी अस्ति. विषयी इत्यस्य भावः कोऽपि वदति वा? आधारभावः अस्ति. विषयी, विषयी इत्यस्य भावः विषयता खलु? विषयिता. ज्ञानं, ज्ञाने विषयः अस्ति, ज्ञानं विषयी अस्ति, ज्ञाने विषयिता अस्ति. एतेन ज्ञानेन या प्रभा प्रकाश्यमाना भवति सा प्रभा विषयता अस्ति. सा प्रभा विषयस्य उपरि पतति. तर्हि अस्माकं विषयः घटः अस्ति. तर्हि घटे किमस्ति? विषयता अस्ति घटे. विषयता, ज्ञाने विषयिता. अयं घटः इति ज्ञानं, ज्ञाने विषयिता, घटे विषयता. अत्र स्थूलाक्षरैः एकं वाक्यमस्ति, घटनिष्ठविषयतानिरूपकं ज्ञानम् इति. यथा चित्रे प्रदर्शितं तथा ज्ञानात् या प्रभा प्रवर्तते, ज्ञानात् या प्रभा प्रवर्तते सा प्रभा विषयं प्रकाशयति अथवा निरूपयति अयं विषयः इति. तर्हि घटनिष्ठविषयतानिरूपकं ज्ञानम् इति ज्ञानस्य वर्णनं भवति. केन केन आगतम् अधुना? नामानि उच्यन्ताम्. कः अस्ति? पुष्पा भगिनी. रश्मि, वयं यात्रा मध्ये सन्ति. म्यूट्. अस्तु, अन्य कोऽपि? भगिनी, सावित्री अस्मि अत्र. सावित्री भगिनी, अन्य कोऽपि अस्ति वा? सन्ध्या अस्मि अत्र. सन्ध्या भगिनी, अन्य कोऽपि? अस्तु, तर्हि अस्माकं विषयः अस्ति ज्ञानम्. अयं घटः इति ज्ञानम् अस्ति चेत् घटः विषयः अस्ति, घटे विषयता, ज्ञाने विषयिता. ज्ञानं घटे विद्यमानां विषयतां निरूपयति इत्यतः घटनिष्ठविषयतानिरूपकं ज्ञानम् इति उच्यते. अधोभागे इतोपि एकं चित्रमस्ति, पश्यन्ति वा? तत्र ज्ञानमस्ति भूतलं घटवत् इति. भूतलं घटवत् इति ज्ञानमस्ति. ज्ञानस्य आकारः शब्दरूपेण यद् वदामः वयं, शब्दैः ज्ञानस्य यदा प्रकटीकरणं भवति तस्य नाम आकारः इति. तर्हि एतस्य ज्ञानस्य आकारः अस्ति भूतलं घटवत् इति. अस्मिन् ज्ञाने कति विषयाः सन्ति? त्रयो विषयाः सन्ति. त्रयः विषयाः, ते के? घटसंयोगभूतलं. घटः संयोगभूतलं, बहु सम्यक्. तर्हि विषयताः कति सन्ति? विषयता त्रीणि सन्ति. तिस्रः विषयताः अपि सन्ति. घटे विद्यमाना विषयता अपि च संयोग, तस्य नाम किं? प्रकारता. प्रकारता. संयोगे विद्यमाना विषयता तस्य नाम किं? संस्कारता. संसर्गता. भूतले विद्यमाना विषयता तस्य नाम? विशेष्यता. विशेष्यता. सर्वैः अवगतम् इति मन्ये. भूतलं घटवत् इति ज्ञानं भवति चेत् तत्र विषयः, त्रयः विषयाः भवन्ति, घटः, भूतलं, तयोः मध्ये संयोगसम्बन्धः. यदा विषयः, विषयत्रयं भवति तदा विषयता त्रयं भवति. सर्वासां विषयतानाम् एकमेव नाम वदामश्चेत् तत्र भेदं ज्ञापयितुं न शक्नुमः इत्यतः संज्ञा दत्ता अस्ति. प्रत्येकस्याः विषयतायाः एका संज्ञा अस्ति. घटे विद्यमाना विषयता अस्ति प्रकारता. अत्र घटः अस्ति विशेषणं. तर्हि विशेषणे विद्यमाना विषयता प्रकारता इति उच्यते. भूतलम् इति विशेष्यम् अस्ति. भूतले विद्यमाना विषयता अस्ति विशेष्यता. संयोगे विद्यमाना विषयता अस्ति संसर्गता. उपरितनं वाक्यं पश्यन्तु. घटनिष्ठविषयतानिरूपकं ज्ञानम् इति आसीत्. यदा अस्माकं ज्ञानम् अयं घटः इति आसीत् तदा विषयता तु एका एव, तत्र विशेषतया नामकरणं करणस्य आवश्यकता न आसीत्. तन्निमित्तं घटनिष्ठविषयतानिरूपकं ज्ञानम् इति वाक्येन ज्ञानस्य विवरणं भवति स्म. अधुना अस्माकं ज्ञानमस्ति भूतलं घटवत्. तर्हि ज्ञानं कीदृशं स्यात्? कोऽपि वदति वा? त्रयो विषय, तिस्रविषयता ज्ञानं भवति. तिस्रविषयताः सन्ति किन्तु विषयतानाम् उपयोगेन ज्ञानं कीदृशम्? घटनिष्ठविषयता निरूपिता ज्ञानं. निरूपकं ज्ञानं. निरूपकं. घटनिष्ठविषयता निरूपकं ज्ञानम् इति वाक्यमासीत् यदा विषयता एका एव आसीत्. अधुना विषयता त्रयं. तर्हि ज्ञानस्य विवरणं कथं भवति? घटनिष्ठविषयता निरूपिता संयोगनिष्ठ संस्कारता निरूपिता भूतलनिष्ठविषयविशेष्यतानिरूपकं ज्ञानम्. बहु सम्यक् अस्ति. तथा परस्परं निरूपयन्ति विषयताः इत्यतः तदा तथा दीर्घवाक्यमपि भवितुमर्हति. अथवा लघुत्वेन वदामश्चेत् घटनिष्ठप्रकारतानिरूपकं ज्ञानम् इति भवति प्रथमसोपाने. पुनः एकवारं भगिनि, घटनिष्ठ प्रकारतानिरूपकं ज्ञानम्. उपरितनं वाक्यं स्थूलाक्षरैः यद्वाक्यमस्ति पश्यन्तु. घटनिष्ठविषयतानिरूपकं ज्ञानं. तथा एव कः भेदः अस्ति घटनिष्ठप्रकारता निरूपता ज्ञानं वा निरूपकं ज्ञानम्? अत्र ज्ञानं प्रका विषयतां निरूपयति, विषयतां निरूपयति. यदा विषयता नाम प्रभा विषयस्य उपरि पतति तदा ओ अयं घटः इति गोचरी भवति मनसि. ज्ञानं किमपि निरूपयति इत्यतः घटनिष्ठविषयतानिरूपकं ज्ञानम् इति वाक्यम्. द्वितीये प्रसङ्गे भूतलं घटवत् इति ज्ञानम् आसीत्, तत्र विषयतात्रयं. तदा घटनिष्ठप्रकारतानिरूपकं ज्ञानं भवति. अवगच्छति वा? विषयता इत्यस्य स्थाने तस्य विशेषसंज्ञा स्थापिता भवति चेत् घटनिष्ठप्रकारतानिरूपकं ज्ञानम् इति भवति. अवगतं वा? तथा एव राजेन्द्रमहोदय संसर्गता इति उपयुज्य वाक्यं वदति किम्? संयोगनिष्ठसंसर्गता विषयतानिरूपकं ज्ञानम्. संसर्गनिष्ठ क्षम्यतां संयोगनिष्ठसंसर्गतानिरूपकं ज्ञानम्. अग्रे भूतलनिष्ठ इति उपयुज्य प्रिया भगिनी प्रयत्नं करोति वा? आं, भूतलनिष्ठविशेष्यतानिरूपकं ज्ञानम्. विशेषतानिरूपकं ज्ञानम् इति एकमेव ज्ञानमस्ति, किन्तु यत्र विषयतात्रयं भवति तत्र ज्ञानस्य विवरणं त्रिविधं भवति इति एव वक्तुमिच्छामि अत्र. अस्तु, अग्रे यथा भगिन्या पूर्वमेव उक्तमासीत् तथा विषयताः परस्परमपि निरूपयन्ति. घटनिष्ठप्रकारता निरूपित भूतलनिष्ठविशेष्यता इत्यादिकं वाक्यं भवति, भवन्तः उक्तवन्तः, किन्तु इतोपि एकवारं कोऽपि प्रयत्नं करोति वा परस्परनिरूपणं कृत्वा, विषयताः निरूपणं कृत्वा ज्ञानस्य विवरणं? घटनिष्ठप्रकारतानिरूपितसंयोगनिष्ठसंसर्गतानिरूपित भूतलनिष्ठविशेष्यतानिरूपकं ज्ञानम्. निरूपकं ज्ञानम् इति भवति, अथवा भूतलादारभ्य अपरस्याः विशेषतायाः निरूपणं कृत्वा तन्निरूपकं ज्ञानम् इति अपि वक्तुं शक्नुमः. भूतलनिष्ठविशेष्यतानिरूपितघटनिष्ठप्रकारतानिरूपकं ज्ञानम् इत्यादिकं वक्तुं शक्नुमः. अस्मिन् भागे कोऽपि प्रश्नः अस्ति वा? अत्र केवलं विशेषतायाः संज्ञाकरणम् अथवा नामकरणं कृतमस्ति. विषयता इति सामान्यसंज्ञा, प्रकारता, संसर्गता, विशेषता इति नूतनतया नामकरणं कृतमस्ति, विशेषसंज्ञा दत्ता अस्ति. अग्रे विषयता इत्यस्य अधिकरणं किम् इत्यस्य विषये चर्चा आरभते. सर्वे चतुस्त्रिंशत्तमे पुटे सन्ति किम्? तर्हि तत्र अन्तिमः परिच्छेदः अस्ति विषयतारूपः इत्यतः रागिणी भगिनी पठति वा? विषयतारूपः सम्बन्धः तत् प्रभेदश्च निरूपितः, ताश्च तिस्रः अपि विषयताः परस्परसमानाधिकरणाः. को अर्थः? न समानाधिकरणाः. समानाधिकरणमित्यस्य कश्चित् अन्यस्य यत् अधिकरणं तत्र विद्यमानम् इति अर्थः. समानाधिकरणं ययौ तौ समानाधिकरणौ अस्तु, इदानीं किम् अवगतम् इति वाक्यशः पठित्वा अग्रे गच्छामः. किञ्चित् वदति वा भगिनि? अहं न सम्यक् रीत्या अवगच्छामि, भवती एव करोतु, अहं पठामि एकमेकं वाक्यम्. अस्तु अस्तु, चिन्ता नास्ति चिन्ता नास्ति. विषयतारूपः सम्बन्धः तत् प्रभेदश्च निरूपितः. उपरितने भागे एतत् सर्वं निरूपितं, विषयतानां परस्परसम्बन्धः इत्यादिकं. ताश्च तिस्रः अपि विषयताः परस्परम् असमानादिकरणाः. तत्र सन्धियुक्तपदम् अस्ति, परस्परम् असमानाधिकरणाः. असमानाधिकरणाः इत्यस्य अर्थः कः? अर्थः अस्ति, वदतु महोदय. इत्युक्ते न समानाधिकरणाः. न समानाधिकरणाः इत्युक्ते इत्युक्ते प्रत्येकविषयतायाः अधिकरणं भिन्ना अस्ति. भिन्नमस्ति, सत्यं, सम्यक्तया उक्तं. प्रत्येकस्याः विषयतायाः अधिकरणं भिन्नं. प्रकारता इत्यस्य, अस्माकं ज्ञानं भूतलं घटवत् इति चिन्त्यतां, तर्हि प्रकारता इत्यस्य अधिकरणं किं? घटः. घटः. संसर्गता इत्यस्य अधिकरणं? संयोगः. संयोगः. विशेष्यता इत्यस्य अधिकरणं? भूतलम्. भूतलमस्ति, तर्हि समा न समानाधिकरणाः. तासाम् अधिकरणं न समानम् इत्येव अर्थः. अस्तु, अग्रे लिखितमस्ति, समानाधिकरण्यम् इत्यस्य कस्यचित् अन्यस्य यत् अधिकरणं तत्र विद्यमानम् इत्यर्थः. वाक्यम् अवगम्यते वा? तर्हि समानाधिकरणम् इत्यस्य अर्थः कः? स्वस्य वाक्यैः कोऽपि वक्तुमिच्छति? उत्पीठिकायाम् उपरि लेखनी अस्ति, अङ्कनी अस्ति इति वदामश्चेत् लेखनी अङ्कनी समानाधिकरणौ इति वक्तुं शक्नुमः. किमर्थं चेत् लेखनी अनन्तरं अङ्कन्योः अधिकरणम् उत्पीठिका अस्ति. तथा एव घटत्वं प्रतियोगिताद्वयमपि घटे अस्ति, अतः घटत्वं प्रतियोगिताद्वयमपि समानाधिकरणम् इति वक्तुं शक्नुमः. बहु सम्यक् अस्ति भगिनि, तथा एव अस्ति. समानाधिकरणम् इत्यस्य अर्थः अपरस्य अधिकरणे अन्यः अपि वस्तु भवति चेत् तौ समानाधिकरणौ इति वदामः. तयोः समानाधिकरण्यं, समानाधिकरण्यम् अस्ति. तर्हि समानाधिकरणं ययोः तौ समानाधिकरणौ, यथा भगिनी उक्तवती, उत्पीठिकायां लेखनी पुस्तकम् उभौ अपि स्तः चेत् तत्र लेखनी पुस्तकम् उभौ अपि समानाधिकरणौ इति वदामः. अस्माकम् उदाहरणे विषयताः न समानाधिकरणाः, यतोहि प्रत्येकस्याः विषयतायाः अधिकरणं भिन्नं. प्रकारतायाः घटः, संसर्गतायाः संयोगः, विशेष्यतायाः भूतलम् इति अधिकरणमस्ति. प्रश्नः अस्ति वा अत्र? अस्तु, नूतनतया केन केन आगतम् इदानीम्? भरणी. भरणी महोदय. अन्य कोऽपि? अन्य कोऽपि आगतवान् किम्? अस्तु, अग्रे राजेन्द्रमहोदय पठति वा? अस्तु भगिनि, अत्र पञ्चत्रिंशत् पुटे वा? सत्यम्. अत्र घटत्वसमानाधिकरणः प्रतियोगिता प्रतियोगितासमानाधिकरणं घटत्वं प्रकृते तु प्रकारतादयः तिस्रः विषयिताः न परस्परं समानाधिकरणाः घटं प्रकारता संयोगे संसर्गता भूतले विशेष्यता च वर्तते अतः नात्र द्वयोरेकम् अधिकरणं परन्तु विषयिता इति यः सम्बन्धः ज्ञाने विषयस्य तस्य च ये अवान्तरभेदाः निरूपणसौकार्य स्वीक्रियन्ते तेषु न परस्परम् असमानाधिकरणीयं किन्तु सर्वाः अपि विषयिताः ज्ञाने एव भवन्ति इति किञ्चित् प्रतिपादयति वा महोदय इदानीं प्रयत्नं करोमि भगिनि न जानामि अवगतं वा न अथवा न यथा पूर्वम् आसीत् घटत्व प्रतियोगिता तु समान अधिकरणः अस्ति घटे परन्तु प्रकारता संसर्गता विशेषता त्रिविधा ये विशेषता विषयिता सन्ति तेषां कृते तु असमान अधिकरणाः एव सन्ति न समान अधिकरणः परन्तु विषयिता इत्यपि ज्ञाने इति यः सम्बन्धः ज्ञाने विषयस्य तस्य च ये अवान्तरभेदाः तत् ज्ञाने ज्ञानस्य विषये सर्वेषु कृते एकमेक अधिकरणं भवति यथा त्रिषु त्रिविधा विषयिता प्रकारिता संसर्गिता विशेष्यता तत् सर्वे ज्ञाने एव भवन्ति तथा समानाधिकरणम् एव अस्ति इत्येव अत्र विषयः उत्थापितः अस्ति यथा प्रकारता संसर्गता विशेष्यता इति विषयतायाः प्रभेदाः आसन् तथा एव ज्ञाने अपि विषयता इति सामान्यसंज्ञा अस्ति ज्ञाने विषयिता इति सामान्यसंज्ञा किन्तु तत्रापि विशेषसंज्ञा दत्ता भवति विषयतामनुसृत्य प्रकारतां निरूपयति चेत् प्रकारिता इति विषयिता भवति संसर्गतां निरूपयति चेत् संसर्गिता इति विषयिता भवति ज्ञाने विशेष्यतां निरूपयति चेत् विशेषिता इति विषयिता भवति ज्ञाने ताः सर्वे तु समानाधिकरणाः एव कथम् इति उदाहरणत्वेन अग्रे दर्शितम् अस्ति इति पश्यामः अवगतं वा एतावता प्रश्नः अस्ति प्रश्नाः सन्ति वा न अस्तु अग्रे पद्मा भगिनी पठति किम् अस्तु अत्रैत उदाहरणं महा करदीपं प्रज्वल्य तस्य पुरतः अङ्गष्टवर्ज्यम् अङ्गुलिचतुष्टय प्रसारयामश्चेत् तिस्रः अर्चयः निर्गच्छन्ति अस्तु भगिनि एतावता अवगतं चेत् किञ्चित् वदतु आम् तर्हि करदीपं प्रज्वलयन्ते कान्तिरेखा विविधाः दिशायां प्रज्वलन्ति करदीपम् इति जानाति खलु, टार्च्, करदीपं प्रज्वलय्य इत्युक्ते करदीपं स्विच् आन् कृत्वा तस्य पुरतः अङ्गुष्टवर्जम् अङ्गुलिचतुष्टयम्, अङ्गुष्टम् अङ्गुष्टम् इत्युक्ते थम्, अङ्गुष्टवर्जम् इत्युक्ते अङ्गुष्टविहाय, अङ्गुष्टं विहाय अङ्गुलिचतुष्टयं प्रसारयतु. कस्यापि दीपस्य पुरतः अङ्गुलिचतुष्टयमेव प्रसारयन्ति चेत् तत्र तिस्रः अर्चयः निर्गच्छन्ति. अङ्गुलीनां मध्ये तिस्रः अर्चयः, अर्चयः इत्युक्ते किरणः, दीपस्य किरणः. इदानीं चिन्त्यताम् अङ्गुलिचतुष्टयं प्रसारितमस्ति दीपस्य पुरतः इति, अङ्गुलीनां मध्ये तिस्रः अर्चयः निर्गच्छन्ति. तिस्रः अर्चयः यथा निर्गच्छन्ति तथा एव भूतलं घटवत् इत्यस्मिन् ज्ञाने, ज्ञानमस्ति दीपस्थानमापन्नम्. यथा तिस्रः अर्चयः निर्गच्छन्ति करदीपतः तथा एव ज्ञानतः अपि तिस्रः अर्चयः निर्गच्छन्ति. एका अर्ची पतति घटस्य उपरि, अपरा पतति भूतलस्य उपरि, अपरा संयोगं प्रकाशयति. अस्तु अग्रे पठतु भगिनि. तासु उपरितना अर्चः घटे आपततनि आपततीति सा प्रकारता मध्यमा संयोगगता संसर्गता निम्नं भूतलगता विशेष्यता इति भवेत्. एवच्च प्रकारतादीनामा समानाधिकरणकरण्य समर्थीति भवति. यदि भवान् उक्तवती तिस्र अर्चय सम्बन्धितज्ञानं अवगतम् आगच्छति. ज्ञानं दीपम् इति चिन्तयामश्चेत् ज्ञानात् तिस्रः अर्चयः निर्गच्छन्ति. एका अर्ची अथवा प्रभा घटस्य उपरि पतति, सा प्रकारता, सा एव घटे विद्यमाना विषयता. मध्यमा अर्ची संयोगगता इत्युक्ते संयोगस्य उपरि पतति, संयोगं प्रकाशयति. सा एव प्रभा संसर्गता अथवा संयोगे विद्यमाना विषयता. निम्ना इत्युक्ते यः अधोभागे, निम्ना अधोभागे या अर्चि अस्ति सा पतति भूतलस्य उपरि, सा एव प्रभा विशेष्यता अथवा भूतले विद्यमाना विषयता विशेष्यता इति भवेत्. तर्हि इदं दृष्ट्वा साधितं भवति खलु, प्रकारतादीनाम् असमानानि करणीयम्. प्रकारतादीनाम् इत्युक्ते प्रकारता संसर्गता विशेष्यता, एतासाम् असमानाधिकरण्यं समर्थितं भवति. असमानाधिकरण्यम् इत्युक्ते न समानाधिकरण्यं, समानाधिकरण्यं नास्ति विषयतानाम् इति समर्थितं भवति. किन्तु अग्रे गत्वा विषयितानां कीदृशी स्थितिः भवति इति पश्येम. अस्तु अग्रे शिवरामकृष्णमहोदय पठति वा? आं भगिनि. परन्तु तेषां भूतलादीनां त्रयाणां ये प्रतिबिम्बाः करदीपानन्तर्गतकाचे दृश्यन्ते, ते तु एकत्रैव भवन्ति. यथा हि घट प्रतिबिम्बः काचे भवति तथा संयोगप्रतिबिम्बः तत्रैव, एवं भूतलप्रतिबिम्बः अपि. एषः प्रतिबिम्बः एव ज्ञाननिष्ठः विषयसम्बन्धः विषयिता इति उच्यते अत्रापि. एतावता किम् अवगतम् इति वाक्यशः पठित्वा. आमां परन्तु तेषां भूतलादीनां त्रयाणां ये प्रतिबिम्बाः करदीपान्तर्गतकाचे दृश्यन्ते ते तु एकत्रैव भवन्ति. करदीप यदा यथा करदीपस्य प्रकाशं घटेन अथवा संयोगेन अथवा भूतेन पतति तां प्रकाशयति द्रष्टुं शक्यते. यथा हि घटप्रतिबिम्बः काचे भवति तथा संयोगप्रतिबिम्बः तत्रैव एवं भूतप्रतिबिम्बः अपि. यथा यथा करदीपस्य प्रकाशं घटेन भूतलेन संयोगेन पतति तत् प्रतिबिम्बम् अपि द्रष्टुं शक्यते. एषः प्रतिबिम्बः. आमां प्रतिबिम्बः नाम अहं चिन्तयामि रिफ्लेक्षन्. आमां रिफ्लेक्षन् एषः भूतलादीनां त्रयाणां ये प्रतिबिम्बः यदा अहं करदीपं नीत्वा अङ्गुष्ठवर्जम् अङ्गुलिचतुष्टयं प्रसारयामिश्चेत् तिस्रः अर्चयः गच्छन्ति, घटस्य उपरि भूतलस्य उपरि संसर्गस्य उपरि पतन्ति. तेषां भूतलादीनां प्रतिबिम्बः इत्युक्ते रिफ्लेक्षन् घटस्य प्रतिबिम्बः वा अथवा भूतलस्य प्रतिबिम्बः वा अथवा संसर्गस्य प्रतिबिम्बः द्रष्टुं शक्नुमः इति चिन्तयतु, तस्य प्रतिबिम्बः कुत्र पतति? करदीपान्तर्गतकाचे. ग्लास् अस्ति. करदीपस्य करदीपान्तर्गत यः काचः अस्ति तस्य उपरि प्रतिबिम्बाः पतन्ति. आमामां सम्यक् सम्यक् प्रकाशः आसीत् विषयता. विषयतायाः द्योतकः प्रकाशः. प्रतिबिम्बस्य द्योतकः अस्ति विषयिता. भूतलादीनां त्रयाणां प्रतिबिम्बः इत्युक्ते भूतलस्य प्रतिबिम्बः अथवा घटस्य प्रतिबिम्बः संसर्गस्य संयोगस्य प्रतिबिम्बः सर्वमपि करदीपान्तर्गतकाचे एव दृश्यन्ते. अपि च करदीपं करदीपः इति कस्य द्योतकमस्ति? करदीपस्य स्थाने किम् अस्ति वदतु भगिनि? करदीपस्य ज्ञानमस्ति. ज्ञानमस्ति खलु करदीपं तु. करदीपः तु ज्ञानस्थानापन्नम् अस्ति. एतेषां विषयाणां भूतलघट इत्यादीनां प्रतिबिम्बः तु करदीपे एव पतति. यद्यपि अर्चयः तिस्रः तथापि प्रतिबिम्बाः सर्वे एकत्रैव पतन्ति. एषः प्रतिबिम्बः एव विषयिता. प्रतिबिम्बः विषयिता इत्यस्य द्योतकः अस्ति. त्रयः प्रतिबिम्बाः अपि एकत्र एव पतन्ति इत्युक्ते ज्ञाने एव पतन्ति. तर्हि तिस्रः विषयिताः अपि ज्ञाने एव भवन्ति इति अत्र दर्शयितुम् उदाहरणं स्वीकृतमस्ति. अवगतं वा? अत्र प्रश्नः वा अथवा भ्रमः अस्ति वा? अवगतम्. अवगतम्. आं भगिनि. अस्तु. प्रिया भगिनी अग्रे पठति वा? आम्. अत्रापि वा? अत्रापि इति अत्रापि विषयत्वम् इति सामान्यसंज्ञा. प्रकारिता संसर्गिता विशेष्यता विशेषिता इति च विशेषरूपाः. एते प्रतिबिम्बाः न प्रकारत्वादिवत् परस्परम् असमानाधिकरणाः, किन्तु ज्ञानैकनिष्ठाः. आधार आधेयादिभावस्थले यथा आधेयता अधिकरणतयोः अधिकरणतयोः निरूप्यनिरूपकभावः तथा विषयता विषयिता विषयितो विषयितयोरपि ज्ञातव्यः. तथा च भगिनी एतावता किञ्चित् प्रतिपादय. यथा भवत्या उक्तं प्रतिबिम्बः करदीपान्तर्गतकोचे दृश्यन्ते चेत् एकमेव अस्ति विषयिता तथा एव विषयिताः तिस्रः, परन्तु तासाम् अधिकरणमेव एकम् एकम् एक अस्तु एकमेव अधिकरणम् अस्ति तासां तिसृणाम् अधिकरणम् अधिकरणं किम् तासाम् अधिकरणमस्ति ज्ञानं ज्ञानम् प्रकारिता ज्ञाने अस्ति, संसर्गिता अपि ज्ञाने एव अस्ति, विशेषिता अपि ज्ञाने एव अस्ति, तथा एव अतः एव एकमेव समानाधिकरणाः इति वदामः. प्रकारिता प्रकारता निरूपयति प्रकारिता, संसर्गता निरूपयति संसर्गिता, विशेष्यता निरूपयति विशेष्यता विशेषिता. प्रकारिता संसर्गिता विशेषिता ताः विषयिता तिस्रः विषयिताः विषयताः अपि च विषयिताः परस्परं निरूपकाः. अतः यथा आधार आधेय भावः अस्ति, आधार आधेयो आधार आधेयोः ययोः मध्ये निरूप्यनिरूपकभावः अस्ति, तथा एव विषयता विषयिता तयोः अपि निरूप्यनिरूपकभावः अस्ति. इति सरलं स्यात् चित्रं स्मरन्ति चेत् यज्ञदत्तः आधेयः, यज्ञदत्ते आधेयता, अपि च आसनम् अधिकरणम् अधिकरणे आसीत् अधिकरणता, यज्ञदत्ते आधेयता आसने अधिकरणता. वयं वाक्यं रचितवन्तः यज्ञदत्तनिष्ठा आधेयता निरूपित आसननिष्ठा अधिकरणता हा इत्यादिकं वाक्यं. तथा एव घटे विद्यमाना या प्रकारता अस्ति अपि च ज्ञाने या प्रकारिता अस्ति तयोः मध्ये निरूपकनिरूप्यभावः, संयोगः संयोगनिष्ठसंसर्गता अपि च ज्ञाने निष्ठसंसर्गिता तयोः मध्ये निरूपकनिरूप्यभावः इति इत्यादिकम् अस्ति. तर्हि इदानीं विषयता विषयिता अनयोः मध्ये निरूपकनिरूपभावं वक्तुं प्रयत्नं कुर्मः. सरला भगिनी अस्ति वा? घटे विद्यमाना विषयता का? घटे विद्यमाना विषयिता प्रकारिता अस्ति. न न न घटे विद्यमाना विषयता, घटे विषयिता न भवति. घटे विद्यमाना विषयता प्रकारता निरूपकं ज्ञानं. सत्यं सत्यम्. इदानीम् अहम् इच्छामि तत्र कान्सेप्ट् बोर्ड् मध्ये पश्यन्ति वा सर्वे? तत्र कान्सेप्ट् बोर्ड् मध्ये चित्रमस्ति घटः, तस्य उपरि प्रकारता इति, ज्ञानं तस्य उपरि प्रकारिता इति. यदा वयं प्रकारतायाः विषये चर्चयाम तर्हि प्रकारता इति विषयता अस्ति. तया का निरूपिता अस्ति, कीदृशी विषयिता निरूपिता अस्ति प्रकारतया? ज्ञाननिष्ठप्रकारिता. हा सत्यं भगिनि. कोऽपि प्रश्नः आसीत् वा? न न, भवती प्रश्नः पृष्टवती, प्रश्नं पृष्टवती इति उक्तवती अहम्. ओ अस्तु अस्तु, न अपरस्य ध्वनिः श्रुतः. अस्तु, घटे प्रकारता अस्ति, ज्ञाने प्रकारिता अस्ति, तयोः मध्ये निरूपकनिरूप्यभावं स्थापयितुं प्रयत्नं करोति वा? ओके, ज्ञाननिष्ठप्रकारिता निरूपिता घटनिष्ठप्रकारता. हा, ज्ञाननिष्ठप्रकारिता निरूपिता घटनिष्ठप्रकारता. इदानीं प्रकारिता इत्यस्य विवरणं करोतु भगिनि. घटनिष्ठप्रकारता निरूपितज्ञाननिष्ठप्रकारिता. बहु सम्यक् अस्ति. नागराजमहोदय अस्ति वा? नागराजमहोदय अस्ति किम्? अस्तु, सन्ध्या भगिनी अस्ति किम्? सन्ध्या भगिनी, क्षम्यतां भगिनि, एकः प्रश्नः अस्ति तत्र. राधिका भगिनी वा? आम् आम्. इदानीं यदि ज्ञानं नास्ति चेत् घटः भवति, तदपि किमपि प्रयोजनं नास्ति तत्र, सत्यं वा? अस्माकं ज्ञानस्य विषयः नास्ति, घटः तु अस्ति एव. आम् तु, यदि विषयिता नास्ति चेत् विषयता न भवति, सत्यं तु विषयिता एव अतिमुख्यभागः स्वीकरोति तत्र. न, तथा नास्ति. ज्ञानं वयं दृष्टवन्तः यत् ज्ञानं तस्य विषयः अपि, तयोः मध्ये वृत्ति अनियामकः सम्बन्धः अस्ति. वृत्ति अनियामकः सम्बन्धः इत्युक्ते ज्ञाने विषयः अस्ति, विषये ज्ञानमस्ति. ज्ञानेन विना विषयः न भवति, अपि च ज्ञानस्य सर्वदा विषयः भवत्येव. राधिका भगिनी अवगच्छति वा? तदेव किञ्चित् मम प्रश्नः आसीत्, यदि निरूपकभावम् अस्ति चेत् ज्ञानं विना किमपि निरूपकं न कर्तुं शक्यते, सत्यं तु घट अनिष्टप्रकारता सर्वं ज्ञानं विना किमपि न भविष्यति खलु. तु तदेव मम चिन्तनम् आसीत्, यदि यूनिडिरेक्षनल् अस्ति, बैडिरेक्षनल् कथं भविष्यति तदेव. अस्तु, इदानीं ज्ञाने विषयिता त्रयमस्ति, भवती वदतु तत् किमस्ति इति. ज्ञाने प्रकारता, संसर्गता, विषयता, विशेष्यता. तत्तु विषयताः, ज्ञाने विषयिता अस्ति. ज्ञाने विषयिता अस्ति एतस्य पुटस्य, पुटस्य उपरितनभागे पश्यतु, षट्त्रिंशत्तमे पुटे प्रकारिता, संसर्गिता, विशेषिता इति पश्यति वा? एकनिमिषम्. प्रकारिता, संसर्गिता, विशेषिता इति पश्यति किम्? आम्. तत्र एताः सर्वाः अपि विषयिताः, प्रकारिता, संसर्गिता, विशेषिता इति. विषयिता इति सामान्यसंज्ञा यद् ज्ञाने अस्ति, किन्तु तिस्रः सन्ति विषयिताः इत्यतः विशेषतया नामकरणं कृतमस्ति, प्रकारिता, संसर्गिता, विशेषिता इति अवगच्छति वा? आम् आम्. विषयता नास्ति, विषयिता अस्ति. अधुना विषयता तु घटे अथवा भूतले भवति, किन्तु ज्ञाने एताः तिस्रः अपि भवन्ति. इदानीं भवत्याः प्रश्नः आसीत् एतद् यूनिडैरेक्षनल् अस्ति, बैडैरेक्षनल् नास्ति इति, खलु? तर्हि इदानीम् अहं प्रकारिता इति वदामि. अस्तु, प्रकारिता प्रकारतां प्रदर्शयति इति तु सत्यं. तर्हि प्रकारिता प्रकारिता केन निरूपिता भवति? प्रकारतया निरूपिता भवति. विषयता विषयताः तिस्रः सन्ति. तिस्रः सन्ति चेत् तत्र भेदस्थापनाय तासां निरूपणाय भिन्नभिन्नविषयताः आवश्यकाः खलु. तर्हि प्रकारता इति विषयता विशेष्यतया प्रकारितां निरूपयति, संसर्गता संसर्गितां निरूपयति. घटनिष्ठविषयता निरूपित ज्ञाननिष्ठविषयिता इति सामान्यचित्रं. किन्तु घटनिष्ठप्रकारता निरूपित ज्ञाननिष्ठप्रकारिता अथवा संयोगनिष्ठसंसर्गता निरूपित ज्ञाननिष्ठसंसर्गिता. यदि ज्ञानस्य प्रभा घटस्य उपरि पतति तदा विषयता प्रकारता अस्ति, तदा ज्ञानस्य विषयिता प्रकारिता अस्ति. अवगतं वा? ज्ञानस्य द्वितीया प्रभा संयोगस्य उपरि पतति तदा संसर्गता इति विषयता प्रकाशिता भवति. तदा ज्ञाने या विद्या विषयिता विद्यमाना भवति तस्य नाम भवति संसर्गिता. काण्टेक्स्चुवल् अस्ति. यदा प्रकारतां प्रदर्शयति ज्ञानं तदा तस्मिन् विद्यमाना विषयिता प्रकारिता नो चेत् संसर्गिता नो चेत् विशेषिता वा भवति. अवगतं वा? आम् आम् भगिनि, धन्यवादः. अस्तु, तर्हि भवती एव प्रयत्नं करोतु. इदानीं संसर्गता संसर्गिता अनयोः मध्ये निरूपकनिरूप्यभावं वदतु. घटनिष्ठसंसर्गता निरूपित घटनिष्ठसंसर्गता नास्ति, संसर्गता संयोग क्षम्यतां संयोगनिष्ठसंसर्गता निरूपित ज्ञाननिष्ठसंसर्गिता. अस्तु, अपरस्यां दिशि अपि प्रयत्नं करोतु. ज्ञाननिष्ठसंसर्गिता निरूपित संयोगनिष्ठसंसर्गता इति परस्परनिरूपकनिरूप्यभावः अस्ति अत्र. अस्तु, धन्यवादः. अस्तु, नागराजमहोदय वा सन्ध्या भगिनी वा स्तः वा? अस्मि भगिनि. अस्तु भगिनि, इदानीं भूतले विद्यमाना विषयता का? विशेष्यता. तर्हि तया विशेष्यतया कीदृशी विषयिता निरूपिता भवति? भूतलनिष्ठ विशेष्यता निरूपक ज्ञाननिष्ठविशेष्यता. तत्र हा सम्यक् एव, किन्तु भूतलनिष्ठ विशेष्यता निरूपित ज्ञाननिष्ठविशेषिता इति वक्तव्यं. तथा एव विशेष्यतायाः निरूपणं करोतु. तथैव विशेष्यतायाः विशेष्यतायाः ज्ञाननिष्ठविशेषिता निरूपक निरूपिता अनिरूपित भूतलनिष्ठविशेष्यता विशेषता इति विशेषता विशेषतयोर्मध्ये परस्परं निरूप्य निरूपः भवत्येव सर्वदा, यथा अधेयता अधिकरणता अनयोः मध्ये वा आसीत्. अस्तु, अवगतं वा? प्रश्नः अस्ति वा एतावता? अस्तु, तर्हि भरणी महोदय अग्रे पठति वा? आ, पठामि कुत कुत्र आधारधेय तथा च भूतलं घटवत् इति ज्ञानस्य घटनिष्ठप्रकारता निरूपितप्रकारित आश्रयः संयोगनिष्ठसंसर्गता निरूपितसंसर्गिता आश्रयः भूतलनिष्ठविशेष्यता निरूपितविशेषिता आश्रयः ज्ञानम् इति विवरणं भवति एवं अस्तु कस्य विवरणम् आसीत् कस्य विवरणम् आसीत् ज्ञानस्य विवरणम् ज्ञानस्य विवरणम् एतावता यद् राधिका भगिन्या वा सन्ध्या भगिन्या वा उक्तमासीत् तद् विशेषता विषयता विषयिता अनयोः मध्ये परस्परं निरूप्यनिरूपकभावः आसीत् अधुना तमेव निरूप्यनिरूपकभावम् उपयुज्य ज्ञानस्य विवरणं भवति अवगम्यते वा इतोपि एकवारं पठतु महोदय अग्रे वा पुनः तथैव तथा च भूतलं घटवत् इति ज्ञानस्य घटनिष्ठप्रकारता निरूपितप्रकारित आश्रयः संयोगनिष्ठ एकनिमिषः घटनिष्ठप्रकारता निरूपित प्रकारिताश्रयः कः ज्ञानम् अस्तु एषः भागः प्रकारिता पर्यन्तं केवलं निरूप्यनिरूपकभावः अस्ति घटनिष्ठप्रकारता निरूपित प्रकारिता इति निरूपकनिरूप्यभावः अस्ति किन्तु एषा प्रकारिता या निरूपिता अस्ति घटनिष्ठप्रकारतया तस्य आश्रयः कः ज्ञानमस्ति तर्हि ज्ञानम् इत्यस्य विवरणं भवति एतेन लघुवाक्येन घटनिष्ठप्रकारता निरूपितप्रकारिताश्रयः ज्ञानम् इति तथा एव संयोगम् उपयुज्य ज्ञानस्य विवरणं करोतु इदानीम् अत्रैव अस्ति संयोगनिष्ठसंसर्गता निरूपितसंसर्गिता आश्रयः ज्ञानम् विषयता विषयिता उपयुज्य करोति चेत् विशेष्यता विशेषिता क्षम्यता विषयता विशेषिता वा अग्रे एव अस्ति विशेष्यता विशेषिता तयोः मध्ये प्रथमतया निरूपकनिरूप्यभावः स्थापितः तदनन्तरं ज्ञानस्य विवरणं कथं भवति पठतु विषयता निष्ठ अग्रे एव अस्ति भूतलनिष्ठ ओ भूतलनिष्ठविशेष्यता निरूपितविशेषिता आश्रयः ज्ञानम् इति ज्ञानस्य विवरणं त्रिविधं भवति प्रथमतया प्रकारता प्रकारिता अनयोः मध्ये निरूप्यनिरूपकभावः स्थापितः तदनन्तरं संसर्गता अथवा संसर्गिता अनयोः मध्ये निरूपकनिरूप्यभावः स्थापितः विशेष्यता विशेषिता अनयोः मध्ये निरूपकनिरूपकभावः स्थापयित्वा तस्याः विषयितायाः आश्रयः कः ज्ञानम् एकमेव ज्ञानं तस्मिन् तिस्रः अपि विषयिताः भवन्ति तदर्थं तिसृणामपि आश्रयः ज्ञानम् इति उक्त्वा ज्ञानस्य विवरणं भवति इति अत्र प्रदर्शितमस्ति तर्हि अग्रे सावित्री भगिनी पठति वा आं भगिनि एवमेव घटः नीलरूपवान् इति ज्ञाने समवायसंसर्गमादाय भूतलं घटाभाववत् इति ज्ञानस्थले दैशिकविशेषणता संसर्गमादाय चिन्त्यम् एवमेव घटः नीलरूपवान् इति ज्ञाने समवायसंसर्गमादाय भूतलं घटाभाववत् इति ज्ञानस्थले दैशिकविशेषणतासंसर्गमादाय चिन्त्यम् इत्युक्ते अत्र भूतलं घटवत् इति संयोगसम्बन्धस्य विचारं कृतवन्तः इदानीं नीलरूपवान् घटः नीलरूपवान् इति न्यायशास्त्रे उक्तम् अस्ति चेत् आकारः घटः नीलरूपवान् इति भवति आकारः बहु सम्यक् ज्ञानस्य आकारः आकारः इत्युक्ते शब्दैः प्रतिपादनं घटः नीलरूपवान् घटः नीलरूपवान् तस्मिन् प्रकारता कुत्र संसर्गता कुत्र इति सर्वं वदतु भगिनि अत्र घटः नूतनं घटवत् तत्र घटः विशेषणम् आसीत् अत्र घटः विशेष्यम् अस्ति नीलरूपे अस्ति प्रकारता हा यतोहि नीलरूपं किम् अस्ति अत्र घटः विशेष्यं सम्यक्तया उक्तं नीलरूपं नीलरूपं विशेषणं हा विशेषणं तर्हि घटे का विषयता विद्यते घटे विशेष्यता वर्तते अपि च संयोग नीलरूपे प्रकारता वर्तते संयोगसम्बन्धे अत्र संयोगः अस्ति वा समवायः समवाय क्षम्यतां भगिनि पुनः पृच्छतु भगिनि किमर्थं समवायः घटः नीलरूपं घटं विहाय द्रष्टुं न शक्नुमः घटं नीलरूपं विहाय द्रष्टुं न शक्नुमः गुणगुणिनः सम्बन्धः अस्ति अत्र बहु समीचीनं तर्हि समवायसम्बन्धः संयोग नास्ति समवायसम्बन्धे का विषयता विद्यते समवायसम्बन्धे संसर्गता वर्तते संसर्गता वर्तते तर्हि घटनिष्ठविशेष्यता नीलरूपनिष्ठप्रकारता समवायनिष्ठसंसर्गता इति अवगच्छन्ति चेत् यथा पूर्वतनवाक्यम् आसीत् ज्ञानस्य निरूपणं प्रकारतानिरूपितप्रकारिताश्रयः ज्ञानम् इत्यादिकं तथा एव वाक्यं वदति वा ओके प्रयत्नं करोमि नीलरूपनिष्ठा प्रकारता निरूपिता ज्ञाननिष्ठा प्रकारिता घटनिष्ठा विशेषता निरूपिता ज्ञाननिष्ठा विशेषिता अपि च समवाय निष्ठा संसर्गता निरूपिता ज्ञाननिष्ठा संसर्गिता यानि वाक्यानि उक्तानि भगिन्या तत्र अन्ते आश्रयः ज्ञानम् इति स्थापयति चेत् ज्ञानस्य विवरणं भवति किन्तु अस्तु घटः नीलरूपवान् इति आकारः घटे विशेष्यता अस्ति किमर्थम् घट अधिकरणम् अस्ति अतः नीलरूपस्य किन्तु वाक्ये विशेष्यं किं विशेषणं किं घटः नीलरूपवान् इति वाक्यमस्ति आकारः तस्मिन् घटः विशेष्य अस्ति नीलरूपविशेषणम् अस्ति नीलरूपं विशेषणमस्ति तर्हि विशेष्यम् इति अस्ति घटः तस्मिन् तस्मिन् या विषयता वर्तते तस्य नाम किम्? विशेष्यता. विशेष्यता. नीलरूपे या विषयता वर्तते तस्य नाम? प्रकारता. अत्र सम्बन्धः समवायसम्बन्धः अस्ति, न तु संयोगः. अवगम्यते खलु? यतोहि गुणगुणिनोः मध्ये समवायः, न तु द्रव्ययोर्मध्ये एव संयोगः. समवाये कीदृशी विषयता वर्तते तस्य नाम किम्? समवाय त्रि समान विशेष विशेष विशेष न न समवाये एका विषयता वर्तते. चिन्तयतु, भूतलं घटवत् इति आकारः, तत्र संयोगः इति सम्बन्धः, तस्मिन् एका विषयता आसीत्, तस्य नाम किम्? संस्कृता. संसर्गता. अधुना सम्बन्धः अस्ति समवायः, तस्मिन् संसर्गता वर्तते इति चिन्तयित्वा ज्ञानं कीदृशम् इति वदामश्चेत्, घटनिष्ठ विशेष्यतानिरूपित विशेषिताश्रयः ज्ञानम् इति भवति. अधुना घटे विषयता अस्ति, क्षम्यतां, विशेष्यता अस्ति. सा विशेष्यता विशेषितां निरूपयति, अपि च सा च विशेषिता भवति ज्ञाने. तदर्थं घटनिष्ठविशेष्यतानिरूपित विशेषिताश्रयः ज्ञानम् इति ज्ञानस्य विवरणम्. इदानीं प्रकारताम् उपयुज्य भवती एव वदतु ज्ञानस्य विवरणं कथं भवति इति. घटनिष्ठविशेषता न, प्रकारताम् उपयुज्य इति उक्तवती. प्रकारता कुत्र अस्ति? नीलरूपे. नीलरूपे अस्ति, इदानीं वदतु. नीलरूपे प्रकारता, नीलरूपं निष्ठप्रकारता निरूपित ज्ञाननिष्ठसंस्कारता. ज्ञाने संसर्गता नास्ति, ज्ञाने किं भवति? ज्ञाने विषयिता भवति. हा, यदा वयं प्रकारता इति विषयतायाः विषये वदामः तर्हि ज्ञाने कीदृशी विषयिता स्यात्? संस्कृता. संसर्गिता. संसर्गिता. इदानीं वदतु वाक्यं. नीलरूपनिष्ठप्रकारता निरूपित ज्ञाननिष्ठ संस्कृता. भगिनी, उपरितनं वाक्यम् एकवारं पश्यति वा? अत्र पश्यतु, घटनिष्ठप्रकारतानिरूपितप्रकारिताश्रयः ज्ञानम् इति अस्ति. तर्हि यदा प्रकारतायाः विषयः भवति तर्हि संसर्गिता इति विषयिता कुतः आगच्छति? यदा प्रकारतायाः विषये चर्चा भवति तर्हि प्रकारिता इति विषयिता अस्ति खलु, न तु संसर्गिता. तर्हि नीलरूपम् इति विशेषणम् अस्ति, तस्मिन् प्रकारता अस्ति. सा प्रकारता कां निरूपयति? सा प्रकारता प्रकारिता निरूपयति. प्रकारितां निरूपयति. तर्हि तयोः मध्ये इदानीं सम्बन्धं स्थापयित्वा ज्ञानस्य विवरणं करोतु. नीलरूपनिष्ठप्रकारता निरूपित प्रकारिता ज्ञाननिष्ठप्रकारिता. हा, सम्यक्. तत् सम्यक् अस्ति. तत्र एव किञ्चित् परिवर्तनं कृत्वा नीलरूपनिष्ठप्रकारतानिरूपित प्रकारिता आश्रयः ज्ञानम् इति ज्ञानस्य विवरणम्. अवगतं वा? आम्. नीलरूपप्रकारतानिष्ठप्रकारिता आश्रयज्ञानम्. नीलरूपनिष्ठप्रकारतानिरूपितप्रकारिताश्रयः ज्ञानम्. अवगतम्? आम्. अस्तु. हा, इदानीं समवायसंसर्गमादाय कोऽपि वाक्यं वदति वा? भरणी महोदय प्रयत्नं करोति किम्? भरणीमहोदय अस्ति वा? अस्तु, अन्य कोऽपि? नागराजमहोदय? राजेन्दर् महोदय, प्रयत्नं करोति वा? प्रयत्नं करोमि भगिनि, न जानामि कथम्. इदानीं केवलं समवायनिष्ठसंसर्गता इति वक्तव्यमस्ति, यतोहि घटः नीलरूपवान्, अनयोः मध्ये सम्बन्धः समवायः अस्ति, तावदेव भेदः. नीलरूपनिष्ठसंवायसंसर्गता न न महोदय, संसर्गता कुत्र वर्तते? संसर्गता इति समवायसम्बन्धे वर्तते, अवगच्छति वा? संसर्गता इति विषयता सर्वदा सम्बन्धे वर्तते, न तु घटे वा भूतले वा अन्यत्र. पूर्वतने उदाहरणे भूतलं घटवत् इत्यस्मिन् उदाहरणे संयोगनिष्ठसंसर्गता, घटः नीलरूपवान् इत्यस्मिन् उदाहरणे संसर्गता कुत्र भवति? संसर्गता निरूपित संसर्गता आश्रय ज्ञानं न जानामि. सम्यक् एव, समीचीनमासीत्. समवाये संसर्गता अस्ति, तदर्थं समवाय निष्ठसंसर्गता निरूपित संसर्गिताश्रयः ज्ञानम् इति वाक्यं साधुः एव. अग्रिमवाक्यमस्ति भूतलं घटाभाववत् इति. भूतलं घटाभाववत्, तर्हि तत्र विशेषणं किं, विशेष्यं किं, कोऽपि वदति वा? भूतलं विशेष, घटविशेष, प्रिया भगिनी वदतु. घटाभावः विशेषणं, भूतलं विशेष्यं. भूतलं विशेष्यं, तर्हि प्रकारता विशेषता इत्यादिकं कुत्र कुत्र वर्तते? घटाभावे प्रकारता, भूतले विशेष्यता. घटाभावे प्रकारता किमर्थमस्ति? किमर्थम् इत्युक्ते विषयः अस्ति घटाभावः. घटाभावः विशेषणम् अस्ति वा अथवा विशेष्यम् अस्ति वा? विशेषणं, यत्र विशेषणम् अस्ति तस्मिन् प्रकारता, अत्र विशेषणं घटाभावः. अस्तु, अग्रे. भूतलमस्ति, अस्ति विशेष्यं, तस्मिन् अस्ति विशेष्यता. विशेष्यता तयोः मध्ये स्वरूपसम्बन्धः अस्ति. स्वरूपसम्बन्धः अस्ति. घटाभावनिष्ठप्रकारतानिरूपित, अत्र स्वरूपसम्बन्धः अथवा दैशिकविशेषणता इत्यपि वक्तुं शक्नुमः किल. तर्हि संसर्गता कुत्र वर्तते? तस्मिन् सम्बन्धेन, सम्बन्धे, स्वरूपसम्बन्धे अथवा दैशिकविशेषणता सम्बन्धे. तर्हि इदानीं वयं जानीमः प्रकारता वर्तते घटाभावे, भूतलम् इत्यस्मिन् विशेष्यता वर्तते, स्वरूपसम्बन्धे संसर्गता वर्तते. इदं सर्वम् उपयुज्य वाक्यानि वदति वा ज्ञाननिरूपणाय? घटाभावनिष्ठप्रकारतानिरूपित प्रकारिताश्रयः ज्ञानं, भूतलनिष्ठविशेष्यतानिरूपित विशेषिताश्रयः ज्ञानं, स्वरूपसम्बन्धनिष्ठसंसर्गतानिरूपित संसर्गिताश्रयः ज्ञानम्. अस्तु, अति सम्यक् अस्ति. स्पष्टं स्यात्? प्रश्नाः सन्ति वा अत्र? भूतलं घटाभावः, यत्र अभावः वर्तते तत्र स्वरूपसम्बन्धः इति सम्बन्धः वर्तते. यत्र कुत्रापि अभावः अथवा अनुयोगिता प्रतियोगिता वर्तते तत्र तत्र स्वरूपसम्बन्धः अथवा दैशिकविशेषणतासम्बन्धः इति कश्चन सम्बन्धः अस्ति. तदर्थं दैशिकविशेषणतायाम् अस्ति संसर्गता, भूतले अस्ति विशेष्यता, घटाभावे अस्ति प्रकारता. ताः उपयुज्य निरूपकनिरूप्यभावं स्थापयित्वा ज्ञानस्य विवरणं भवति. प्रश्नाः न सन्ति चेत् अग्रे पठित्वा समापयितुं शक्नुमः. रागिणी भगिनी अग्रे पठति वा? अस्तु भगिनि. एवमेव घटः नीलरूपवान् इति ज्ञाने समवायसंसर्गम् आदाय भूतलं घटाभाववत् इति ज्ञानस्थले दैशिकविशेषणतासंसर्गम् आदाय चिन्त्यम् इति चिन्तनं जातम् एतावता. अग्रे पठतु. प्रकृतम् अनुसरामः. सर्वे सर्वोऽपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति, तेन सम्बन्धेन नास्ति इति अभावः एव अन्योन्याभावः भेदः. स च चतुर्थः अभावः, तादात्म्यसम्बन्धस्य प्रतियोगितावच्छेदकतम् उपरिष्टात् साधयिष्यते इत्यलम्. अस्तु, प्रकृतम् अनुसरामः इत्युक्ते अस्माकं मूलविषयः आसीत् तादात्म्यसम्बन्धः अपि च अन्योन्याभावः. अन्योन्याभावः इति जानाति वा रागिणी भगिनी? आम्, अन्योन्याभावः तत्र घटः पटः नास्ति तत् सत्यं. पटः घटः न, घटः पटः न इति यत्र उच्यते तादृशः अभावः अस्ति अन्योन्याभावः. तस्य अपरनाम अस्ति भेदः इति अस्माकं मूलविषयः आसीत्. तं विषयं चर्चयित्वा वयम् एतत् सर्वं ज्ञानं विषयता इत्यादिकं चर्चितवन्तः. अत्र उक्तमस्ति अन्योन्याभावः स च चतुर्थः अभावः, तादात्म्यसम्बन्धस्य प्रतियोगिता अवच्छेदकत्वम् उपरिष्टात् साधयिष्यते इति न इत्युक्ते अग्रे गत्वा एतत् सर्वम् उपयुज्य तादात्म्यसम्बन्धः प्रतियोगितायाः अवच्छेदकः भवति इति साधयिष्यामः. अग्रे गत्वा साधयिष्यामः इति उक्तमस्ति. तस्य साधनार्थम् एतत् सर्वम् आवश्यकं, ज्ञानं विषयता विषयिता सर्वम् इत्यादिकम्. अस्तु, राधिका भगिनी अग्रे पठति वा? इति श्री क्षम्यता भगिनि, तत्रैव स्मः खलु? सत्यं सत्यं, तत्रैव स्मः. इति श्रीगोडाकुलाब्धिपूर्णे क्षम्यतां भगिनि, इदानीं तु इति श्रीगोडाकुलाब्धिपूर्णेन्दु महामहोपाध्यायः श्रीसुब्रह्मण्य गुरुचरणौ अन्ते वासिनः देवदत्तस्य कृतौ तर्कसङ्ग्रहः व्याख्यायां विद्याधरी संज्ञकायाम् उद्देशग्रन्थः इति उक्त्वा उद्देशग्रन्थस्य समापनम्. एतावता यत्किमपि अस्माभिः पठितम् एतस्य ग्रन्थस्य उद्देशभागः अस्ति, यत्र नामकरणं परिभाषा इत्यादिकं चर्चितम् आसीत्. अग्रे गत्वा लक्षणग्रन्थम् आरप्स्यते अग्रिमसप्ताहात् आरभ्य. प्रश्नाः सन्ति वा अधुना पर्यन्तम्? भगिनि, अभ्यासं तु आवश्यकं. सत्यं, सब्जेक्ट् बहु कठिनमस्ति. किमर्थं चेत् यदि समयम् अधिकं न यापयति चेत् कठिनम् इति अहं मन्ये. प्रायः अथवा गृहपाठत्वेन भवान् एव प्रायः चिन्तयितुं शक्नुवन्ति घटः नीलरूपवान् इति स्वीकरोतु. आमां, गृहे किमपि स्वीकरोतु अथवा घटः कृष्णरूपवान् वा किमपि स्वीकृत्य एतत् सर्वं साधयितुं प्रयत्नं कर्तुं शक्नोति गृहे एव अभ्यासत्वेन. प्रतिदिने एकम् एकं पुटः पठित्वा अनेक उदाहरणानि स्वीकृत्य यथा लिखितुं शक्यते चेत् ज्ञानं किञ्चित् किञ्चिदपि वर्धते इति अहं मन्ये. सत्यम्. अथवा अभ्यासः गुणगुणिनोः मध्ये कीदृशः सम्बन्धः, यत्र अभावः भवति तस्य नाम किम् इत्यस्य पुनःस्मरणेन प्रायः सुलभं भवति इति चिन्तयामि. तर्हि प्रश्नाः सन्ति वा अथवा अन्यत् किमपि चिन्तनम् अत्र? अस्तु, तर्हि प्रश्नाः न सन्ति चेत् विरमामः. शुभरात्रिः. धन्यवादः. धन्यवादः. धन्यवादः.